नमस्कारः. ल्यप्रत्ययः इति करपत्रम् अनुवर्तते. तत्र विमलभगिनी भवती वक्तुमिच्छति वा तत्र निजन्तानां विषये? निजन्तानां विषये अस्तु. निजन्तधातूनां ल्यप्रत्ययस्य ल्यप्रत्ययस्य विधानं करणीयं चेत् तत्र सूत्रद्वयं या विसूत्रत्रयमस्ति. एकमस्ति नेर् अनिति इति. णिच् प्रत्ययः अनिट् अस्ति, तेन कारणेन यदा णिच् प्रत्ययः विधीयते ल्यपि परे तदा नेः लोपः भवति. नेः अनिटि प्रत्यये परे नेः लोपः खलु? तर्हि अनिट् प्रत्यये परे लेः लोपः भवति. ल्यप् प्रत्ययः अनिट् अस्ति, अनिट् अस्ति इति कृते तस्य लोपः भवति. द्वितीयसूत्रमस्ति यत्र ऐ आदि ल्यपि लघुपूर्वात् इति. लघु अचुवर्ण इत्युक्ते किमिति द्रष्टव्यं. यः वर्णः यस्य पूर्वं ह्रस्व अचुवर्णः अस्ति तद्वर्णः लघु वर्णः इति कथ्यते. लघु अचुवर्णात् परे यदि ल्यपादेशः भवति तदा नेः स्थाने अय् आदेशो भवति ल्यपि लघुपूर्वात्. यथा प्रयोगः कट् इत्यत्र ट इति लघुपूर्व वर्णः अस्ति. कटि यदा णिच् आगच्छति विधानस्य कृते तत्र णिच् लोप भवति, अपि च कट् ऐ कटै तस्य पश्चात् यद् ल्यप् अस्ति ल्यप् इत्यतः केवलं य अवशिष्यते. प्रकटय्य प्रकटय्य इति रूपं भवति. अपि च किं वक्तव्यम्? अत्र कति इत्यस्मिन् किं जातं? गणी कति इत्यस्मिन् चिन्तनं कथं जातम् अस्माकं? कुत्र अस्ति कति? तत्र मूले एव ते अजन्तदातवः सन्ति. कथ इति कथि इति दातुः साक्षात् अस्तु. शवि इति निजन्तधातु, तत्र प्रशमय्य इति भवति. ईकार निच् प्रत्ययात् आगति कृत्वा तत् लोपः भवति, अपि च प्रशमय्य इति. सन्दमय्य इति प्रकथय्य विगणय्य इति एतावदरूपं भवन्ति, ईदृशरूपं भवन्ति, ईदृशाः. तत्रापि अहं मन्ये यतोहि ते निजन्तधातवः सन्ति तेन कारणेन ईलोपस्य पश्चात् अयादेश पश्चात् ल्यप् प्रत्ययः इति. कथि इत्यस्य किम् उक्तवती भगिनि? कथि उक्तवती कथि अपि निच् धातुः निच् अस्ति. अत्र अपि इकारस्य स्थाने ऐ आदेशः भवति प्रकथय्य इति. प्रकथि सकारस्य अनन्तरं खलु अत्र अचोण्णिति इत्यस्य कार्यं न भवति इति कृत्वा लघु अस्ति इति कृत्वा तत्र असिद्धं भवति खलु. तत्र असिद्धं नास्ति. किम् अस्ति? अजादेशः पूर्ववत् तिष्ठति इति कृत्वा स्थानिवत् तिष्ठति इति कृत्वा अचोण्णिति कार्यं न भवति इति कृत्वा खाति इति न भवति. काचि न भवति, न न कथय प्रकथय्य परन्तु प्रकथय्य इति रूप न कथि इति निजन्तधातुः. कथ् इति न वक्तव्यं. कथ् इति पूर्णतया कथ् योगः कथि कथ इति अतः पूर्वस्मिन् परस्मिन् पूर्वविधौ इत्यनेन तत्र खाति इति न भवति. कथि कथि इति तदेव कथि इति धातु एव तत् दत्तमस्ति. न न भगिनि, कति इति निजन्तम् अस्ति. निच् धातुः निजन्तधातुः. पूर्वं चिन्तनम् अहं करोमि. तत्र खाथ इति अकारान्तधातुः अस्ति खलु? तत्र कथ कथ इति खलु तत्र किं भवति? कथ इत्यस्य तत्र किम् अस्ति? तत्र अतो लोपः इति भवति. तदनन्तरं अतः परस्मिन् पूर्वविधौ इत्यनेन अचोणिति इति वृद्धिः न भवति. तदनन्तरं लघु पूर्ववत् भवति, तेन कारणेनैव लघु पूर्ववत् भवति ल्यप्योजनेन तत्र भवति. तदनन्तरं शमी इत्यस्य तु किं कीदृशमस्ति शमी? तदपि निच् धातुः अस्ति, निजन्तधातुः. तत्रापि ई लोप भवति, ई स्थाने ऐ आदेशः भवति, प्रशमय इति. दीर्घ भवति. शमी इत्यस्य भवति भगिनी, अत्र मन्ये तत्र रूपद्वयं भवति. तत्र किं भवति तत्र शमति इति कर्तरि रू क्षमति शमतः शमन्ति इति कर्तरि अस्ति कर्तरिप्रयोगे. तर्हि ल्यपि तु शम यदा णिच् विधीयते शमि इति निजन्तधातुः, तत्र इकारस्य स्थाने अयादेशः भवति शमय्य प्रशमय्य, यतोहि पूर्वद्वयम् अस्ति इति मन्ये भगिनि. भगिनी यथा इदानीं यदि ल्यपि परे अस्ति तत्र इति न द्रष्टव्यं, स्वार्थे अति प्रेणार्थे अस्ति, धातु णिच् अस्ति इति एव ज्ञातव्यं. रिजन्त णिच् आदौ लघु वर्णः अस्ति वा नास्ति इति द्रष्टव्यम्. तत्र निजन्तस्य एव तत्र शमी इत्यत्र शमयति शामयति इति रूपद्वयम् अस्ति. शमी शामी इति धातुद्वयं भवति. एकत्र तु मितां ह्रस्वः इत्यनेन ह्रस्वत्वं प्राप्नोति. यत्र शमी इति भवति मितां ह्रस्वः इत्यनेन, तत्र तु यत्र शमय्य इति भवति. किन्तु यत्र मितां ह्रस्वः इत्यनेन ह्रस्वत्वं न प्राप्नोति शामी इति प्राप्नोति, तदा तु किं भवति नेननिटि तत्र किन्तु अस्माकम् अत्र शमी दत्तमस्ति न तु शामी. शामी इति न दत्तं खलु, शमी इत्युक्ते शम योगः णिच्. तत्र यत्र यत्र यत्र शामी इति यत्र भवति तत्र रूपं किं भवति? तत्र रूपं भवति प्रशाम्य इति भवति. कारणे कि लघुपूर्वं नास्ति रेणनिटि तस्य तत्र काम कार्यं करोति. इकारस्य पूर्व इकारस्य लोपः भवति. अस्तु आम् आं भगिनि, यथा प्रताड्य प्रताड्य इति भवति, प्रताडि इति अत्र प्रशाम्य इति भवेत्. अग्रे गच्छामः वा भगिनि, पठति वा भगिनि? अपि आप् धातो विषा विभाषा अस्ति, विभाषा भवति. वदतु भगिनि किं पठामि? आप् धातो यत्र आपि इति रजन्तरूपम् अस्ति, एकपक्षे विभाषापनेन अय आदेशः भवति रिजन्तपूर्वं, तो प्राप्य इति रूपं भवति. यदि रेणनिति अन्यपक्षे अन्यपक्षे यत्र अय आदेशः न भवति तत्र रेणनिति अस्य कार्यं भवति, प्राप्य इति तत्र भवति. सो महोदय उक्तवान् यदि सामान्यतया प्राप्य इति प्रचुररूपम् अस्ति, किन्तु यदि को प्राप्य इति वदति इति साधु न तदपि साधु इति मन्तव्यं, तदपि साधु अस्ति इति. उभयं साधु भाषा पैचनेन. किं पठामि भगिनि? सन्प्रत्ययान्तानां यत् विधानप्रत्ययं सन्प्रत्ययान्तानां यत् विधानप्रक्रिया, सन्नतधातूनाम् अन्ते सदा ह्रस्व आकारः भवति, नाम एते धातवः सर्वे अदन्ताः. लप् प्रत्यय आर्धधातुकः, अतः यपि परे येषां सर्वेषां सन्नतधातूनाम् अकार्यस्य लोपः भवति, अतो लोपः इति सूत्रेण. पद्मनन्द सामान्यविषयमस्ति. सन्नन्दधातूनाम् अश्वकारः वर्तते, ततः सर्वे सन्नन्दधातवः अदन्तदातवः. अतः लप्रत्ययपरे अदुधातुकः प्रत्ययपरे अकारलोपः भवति, अतो लोपः इति सूत्रेण. उदाहरणमस्ति आयुगदिगमिष्यगल्य, अतो लोपः इत्यनेन अदन्तं गच्छति, अश्व अकारलोपो भवति अदुधातुके प्रत्ययपरे. आदिगमिष्य इति लोपः, तदा एव प्रायुगपिपट्टिष्युगल्य, अतो लोपः इत्यनेन हस्वाकारान्त लोपः भवति. पट्टिष्य प्रायुगचिकीर्षयुगल्यात् अत्रापि अतो लोपः कार्यं करोति. मुमुक्षयुगल्यात् प्रमुच्य प्रमुच्य प्रायुश्च युगल्य प्रायुच्य. अतो लोपः सूत्रं वदति अदन्त अङ्गास् अश्वकारलोपो भवति आद्धातुकप्रत्यये परे. अनुवृत्तसूत्रमस्ति अङ्गस्य आद्धातुके अनुवृत्तिस्य, सारी, अतः अङ्गस्य लोपः आर्धदातुके उपदेशि. तावदेव अस्ति खलु, बहु सरलं चिन्तनमपि एव न, केवलम् अतो लोपः इति कृत्वा सर्वत्र अन्तिमकारस्य लोपं कृत्वा. तर्हि एकवारं पुनः आरम्भतः पश्यामः वा, एकवारम् अभ्यासात् पूर्वम् अहं मम तु स्मरणं स्मरणमस्ति. आरम्भतः एकैकः एकैकः वदतु तादृशं कुर्वन्तु भगिनी इति साधु भवेत् आरम्भतः किं किं केवलं पश्यामः यथा वयं निजन्तानां दृष्टवन्तः. भगिनी यत्र अति इण्डेक्स् अस्ति न तत्र पश्यामः, किन्तु इण्डेक्स् तु अर्धभागमेव अस्ति, अर्धमेव भवतां पूर्णतया न भवति इति भाति. अस्तु तर्हि एकैकं वदामः. अत्र पुष्पभगिनी पठितुं वक्तुम् इच्छति वा भगिनी, आरम्भतः पठितुं न शक्नोमि इदानीम् इदानीं, परन्तु कुत्र पठामः इदानीं? लेप् करपत्रम् आरम्भतः एकवारं सारांशरूपेण पश्यतु. यावत्पर्यन्तम् इण्डेक्स् अस्ति तत्र पश्यामः, तदनन्तरं अधोभागे गच्छामः इति. अथवा ये ये मध्ये मध्ये मुख्य अंशाः प्रायशः भवन्ति तत्तु त्यज तत् इति पश्यामः न. एकवारम् आरम्भत इण्डेक्स् पश्यामः भगिनि. अस्तु, मम किम् अस्ति इत्युक्ते विशिष्ट किं का धातूनां कश्चन तत्र मध्ये भवति खलु चिन्तनं, तत्सर्वं वयं तत्र यदि धूमिश् तदनन्तरं वयम् अधोभागे पश्यामः. यावत् अत्र इण्डेक्स् दत्तमस्ति तावत् पश्यामः. भवती वक्तुम् इच्छति वा, वदतु. अस्तु, वयं जानीमः ल्यप् इति प्रत्यय आर्धधातुकप्रत्ययः अस्ति. आर्धधातुक सैड् वलादे अनेन यकार वलादिना अस्ति, अतः तस्य इडागमनं भवति. अस्तु, ल्यप् इति समासे अनै पूर्वे कित्तो ल्यप् इति सूत्रम् अस्ति, यद् कित्वा इति स्थाने अन्नै समासे अन्नै इति पूर्वं यदि उपसर्गः आगच्छति तस्य अन्नै भावः नास्ति, तत्र कित्वा स्थाने ल्यप् इति आदेशः भवति. ल्यप् इति कित्वा स्थाने आगच्छति, अतः कित्वा स्थाने स्थानिवत् आदेश अनल् विधौ, अनेन तस्य स्वभाव अपि गुण अध्यारोप्यते सदल्यप्यति यदि स्थानिवत् कित्वा अत्यन कित्वित्व कित्वित्व कित् भवति अत्र ङित्वस्य रूपं भवति गुणकार्यं बाधितं भवति. द्वितीयं कार्यं ल्यप् यद् अस्ति तत्र अनिजतां हलि उपधायां यत् अस्ति कितिङिति परे तस्य अपि सूत्रस्य प्रसक्तिः भवति. तृतीयम् अस्ति सम्प्रसारणं सम्प्रसारणमपि कितिङिति प्रत्यये परे भवति सो ल्यप् अस्ति तत्र सम्प्रसारणकार्यमपि भवति. तदनन्तरं विशेष इति दत्तमस्ति ल्यप्रत्ययस्य स्वभाव गुणनिषेध गितिङिति च अनिदितां धातूनाम् उपधायां नकारलोप सम्प्रसारीन् धातूनां सम्प्रसारणं यद् वयं जानीमः द्वयम् इति सूत्रमस्ति ग्रहीजा वै व्यधि व्यष्टि वचति पृच्छति अनेन एकं भवति तत् ङिति परे अस्ति. अन्यम् अस्ति वचि स्वपि यजादीनाम् अनेन अपि भवति. तदनन्तरं वयं जानीमः सम्प्रसारणं च इति सूत्रे न सम्प्रसारणं यत्र सम्प्रसारणं भवति तत्र यद् वयं वर्णद्वयम् अस्ति तत्र प्रथमवर्णस्य सम्प्रसारणं न भवति यथा व्यति अस्ति तत्र सम्प्रसारणं च यत्र सम्प्रसारणं भवति तस्य अनन्तरम् अचुवर्णः अस्ति तो तत्र पूर्वपरयो पूर्वरूपादेशः भवति. इज्ञान यत्र सम्प्रसारणं भवति यणस्थाने इगन्त इति आगच्छति इति वयं जानीमः सम्प्रसारणस्य कार्यं भवादिगण आरभ्य पर्यन्तम् अजन्तधातुमल्यप् विधानं तत्र वयं जानीमः अकारान्त आकारान्त इति ये धातवः सन्ति येषाम् अन्ते ये धातव आगच्छति तस्य अनुसारम् इकारान्त ईकारान्त उकारान्त उकारविकारान्त इति धातवस्य अस्ति आतेषु उपदेशिष्यति एजन्तधातवः सन्ति तत्र आदे च उपदेशिष्यति अनेन आत्वम् आगच्छति यदि शितिः परे नास्ति लप्ति शितिः नास्ति अतः ये धातव एजन्तः सन्ति तेषाम् आत्वं भवति. उदाहरणम् इदानीं विशिष्टधातोः तेषां कार्यमस्ति वेञ्ज् धातु विशेष आकारान्त च एजन्त च धातव वेञ्ज् धातु इति अनुबन्धलोपानन्तरं वे भवति. इदानीं यदि वे भवति इति एजन्त् अस्ति तु आदेश उपदेशिति अनेन वा भवति. यदि वा भवति तत्र वेञ्ज् धातु अपि व्यचिस् अपि यजादीनाम् अनेन सम्प्रसारणीय धातु अस्ति तो तत्र इज्ञ सम्प्रसारणं भवति तो वे अस्य वा भवति वा योग यदि वयं कोऽपि उपसर्ग स्वीकुर्मः प्रयोग वा योगय तत्र वकारस्य स्थाने ऊकार आगच्छति इज्ञ सम्प्रसारणेन प्रयोग ऊ य आगच्छति किन्तु विशिष्टसूत्रेण लपि च अनेन सम्प्रसारणं बाधितं भवति तो तत्र वा एव तिष्ठति तु प्रवाय इति रूपं भवति तु इति लपि च इति वयं अस्माभिः स्मर्तव्यं लपि च इति वेञ् धातु तथैव वेञ् धातु अपि वचि स्वपि यजादीनाम् अनेन सम्प्रसारणं भवितुं शक्नोति किन्तु व्यश्च अत्र द्वितीयविशेषसूत्रमस्ति व्यश्च अनेन अपि सम्प्रसारणं यपि ल्यपि परे बाधितं भवति तो तत्र वेञ्च यदि अस्ति तत्र ञकारस्य इति भवति हल् हलन् हलन्तनेन इति संज्ञा व्ये इति आदेशोपदेशिति अनेन व्या भवति. यदि व्या अस्ति तत्र इदानीं व्या इति सम्प्रसारणं भवेत् किन्तु व्यश्च अनेन सम्प्रसारणं बाधितं भवति तु व्या इति अस्ति अत्र तत्र व्याय इति भवति साधु. किन्तु हल हल अपि आग व्या हल हा वकार इति हल अस्ति तस्य परे वि क्षम्यताम् इति अन्यमस्ति विभाषा परे द्वितीयसूत्रमस्ति विभाषा परे अनेन व्यश्चनेन सम्प्रसारणस्य बाधा अस्ति. विभाषा परे अस्ति तत्र एकपक्षे सम्प्रसारणं भवति एकपक्षे सम्प्रसारणं न भवति. यत्र सम्प्रसारणं न भवति तत्र रूपं तेति आगच्छति प्रव्याय इति भवति. यत्र सम्प्रसारणं भवति तत्र व योग य तत्र न सम्प्रसारणम् अनेन यकारस्य इकार भवति तु वि भवति वि प्रयोग वि योग य. इदानीं वि इति अस्ति हल तस्य प्रसक्तिः आगच्छति हल इति वकार व अत्र हल् अस्ति हल् हल परे सम्प्रसारणीय अचुवर्णः अस्ति इकार तस्य दीर्घत्वं भवति हलि य परे लपि परे सो इति भवति तत्र भवति प्रवीय. तर्हि आहत्य व्यश्य इत्यनेन नित्यं व्ययञ्जातोः व्ययञ्जातोः सम्प्रसारणं न भवति किन्तु तत्र विभाषापरेः इत्यनेन परि उपसर्ग पूर्वक व्ययञ्जातोः विकल्पेन भवति खलु. आम् आम् तावदस्ति द्वि तत्र यदि विकल्पेन भवति एकपक्षे व्याव्य तिष्ठति अन्यपक्षे हल तस्य प्रसक्तिः आगच्छति सन्धिसूत्रं करणीयं तत्र अनन्तरम् अस्तु. तथैव हेन् धातु अपि सम्प्रसारीय धातु अस्ति तत्र यदि वयं परि हा य कुर्मः तत्र व्य अस्ति न तत्र तत्र सम्प्रसारणं भवति कारणं वे इति सम्प्रसारीय धातु अस्ति तत्र वकारस्य उकारः आगच्छति तु प्रयोगः प्रहूयति आगच्छति तत्र हल पुनः हलस्य प्रसक्तिः आगच्छति प्रवाय साधु प्रवाय दीर्घि तस्य धातुः विषयं वदन्ति अस्ति भगिनी अत्र प्रभूय अपि भवति आदे च उपदेशिति चेत् आह्वा लप् धातुः य अवशिष्यते अत्र आ योगः वकारस्य उकारः भवति पश्चात् तस्य कृते आकारस्य पररूप एक पूर्वरूप एकादेश भवति आहूय आहूय परन्तु परे हलः इति सूत्रेण अदीर्घ उकारः भवति आहूय इति अस्तु. तदनन्तरं तथैव ज्यश्च इति सूत्रम् अस्ति तत्र अपि बाधा भवति ज्या इति सामान्यतया ज्या इति यदि धातु अस्ति तस्य गहिजा वै अनेन सम्प्रसारणं भवति किन्तु तद् बाधितं भवति. इदानीं वयं त्रीणि सूत्राणि दृष्टवन्तः ल्यपि च अनेन वेञ् धातुः सम्प्रसारणं बाधितं. द्वितीयम् अस्ति व्यश्च अनेन व्यञ्च धातो सम्प्रसारं बाधितं. तृतीयसूत्रं विभाषापरे अनेन भवति विकल्पेन सम्प्रसारणं. चतुर्थम् अस्ति ज्यश्च अनेन सम्प्रसारणश्च बाधा भवति. इत्यस्यपि अस्ति खलु किं न चिन्ता नास्ति तत्र सम्प्रसारणं भवति जश्च इति आहूयति प्रचुर धातु अस्ति आहूय साधु इति तत्र हल इति तस्य प्रसक्तिः आगच्छति. अस्तु भगिनि इति अग्रे इति अन्य कोऽपि वदति वा अहम् एव वदामि. अरुणा भगिनी इदन्यस्य तरस् अन्यतरस्यामित्यनेन मेङ् प्राणि प्राणिदाने इति धातोः विकल्पेन इकारादेशः भवति ल्यप् प्रत्यये परे. एकारस्य स्थाने खलु एकारस्य स्थाने इकारादेशः भवति उपदेशति. अत्र प्रथमतया अत्र वक्तमस्ति आदेश उपदेशं कथं करोति अपयोगः मा योगः मयतेर्यतदृश्याम् इत्यनेन इकार आदेशः भवति अम्बमीय अस्पस्थितिः कृतम् इति सूत्रेण तु कागमः अत्यन्तटिकितोपि सूत्रेण अश्व तुक् पूर्वमागच्छति यकारात् पूर्वम् अपि मीत्य अपि मिथ्य इति रूपं भवति. इकार आदेश नास्ति चेत् प्रथमम् आदेश उपदेशति इति सूत्रेण अकार आगच्छति अप एवम् यभय अपमाय इति रूपम्. ह्रस्व संक्षेपेण ह्रस्वस्य प्रीति कृते पठामि भगिनि. ह्रस्व पूर्णतया पठनीयमिति न पठामः भगिनि, केवलं तत्र पुनस्मरणरूपेण कुर्मः. हस्वस्य पिति कृत्तु कति हस्ववर्णस्य तु कागमः भवति कृत् सन्नकपि यदा मी जातं मे इत्यस्य मी जातं तदा तु ह्रस्व स्वरः अस्ति इति कृत्वा तत्र ल्यपपि कृत् प्रत्ययः तु किम् अस्ति कृति अस्ति इति कृत्वा तत्र तु गागमः भवति. अन्यत् कूमास्तागापा जहति सां धातूनाम् ईकारादेशः हलिपरे हलिपरे आर्धदाते प्रत्ययपरे इति सर्वे कार्यं यदि मेन् धातु सर्वे आर्धधातुकप्रतिपरे भवन्ति. इदानीमपि गुमास्ता गापा जाति सां हलि परे सामान्यतया ईकारत् भवति किन्तु न ल्यपि इति सूत्रेण इत्वं बाधितं भवति गुमास्ता गापा जायता सां. सो केवलं यदि तत्र केवलम् इति आकारान्त धातु भवति तत् केवलं वर्णमेलनम् आगच्छति तत्र तेति स्मर्तव्यम्. इदानीं वयं ल्यपि यति प्रथमं वयं दृष्टवन्तः ल्यपि च इदानीं वयं पश्यामः न ल्यपि तदनन्तरं तृतीयम् आगच्छति वा ल्यपि तो त्रय ल्यपि ल्यपि ल्यपि त्रय च त्रिवारम् आगच्छति. हा भगिनि अत्र मयतेः अन्यतरस्यामिति केवलं ल्यपि परे सर्व आर्धातुकप्रत्ययपरे इति न न लिखितमस्ति अत्र ल्यपि केवलं ल्यपि परे इति भाति केवलं ल्यपि परे अस्ति आर्धातुक नास्ति गुमास्तापा इति आर्धधातुक अस्ति. अस्तु न ल्यपि बाधितं भवति. अस्तु इदानीं वम्ला भगिनी भवती करोतु इकारान्त दातव इकारान्त दातवः सामान्य इकारधातूनां लपि परे तुक् आगमः भवति हस्वस्य पिति कृति तुक् इदानीं लप् जानीमः कृत् प्रत्ययः पित् प्रत्ययः अपि अस्ति अतः तदा सूत्रं कार्यं करोति सम्प्रसारधातवः स्वीधातु स्वीधातु अधिकसूत्रमस्ति वचि स्वपि यजादीनाम् इति इत्यनेन सर्वम् एव भवति ओके उत्योगस्वी वल्लब् वकारस्थाने उकार आगच्छति सम्प्रसारसूत्रेण तदनन्तरं सम्प्रसारणं प्रथमं सूत्रं भगिनि अत्र वकार एव युक्तं भवति तदनन्तरं सम्प्रसारणच्च इत्यादिसूत्रेण कारस्थाने पूर्वपरयोः पूर्वरूपम् आदेशो भवति हलः इति सूत्रेण सम्प्रसारणवर्णात् पूर्वं अश्वर्णः अस्ति दीर्घः भवति तथा उत्योगसा उत्सूय इति उत्सोः नाश्चुः इति सूत्रेण सूत्रं भवति तदनन्तरं षश्चोटि इति सूत्रेण सकारस्य सकारादेशः भवति उच्छूय उच्छूय भगति सूत्रं न जानामि भगिनि षष्ठोटि इति सूत्रं सम्यक् न जानामि लघुभागिदत्तमस्ति त्रैवर्णात्तरे एषा प्रक्रिया भवति इति षष्ठोटि इति किं भगिनि जैवर्णात्तरे वदामि अन्तिपरे षष्ठोटि इति जैवर्णात् परस्य षकारस्य अट् वर्णे परे विकल्पेन छकारादेशः भवति छकारादेशः भवति यदि अट् तस्य परे अट् अस्ति अपि च पूर्वे पूर्वं जैवर्णः अस्ति अपि च झै इत्युक्ते वर्गप्रथमद्वितीय तृतीय अपि च चतुर्थवर्गीयवर्णाः परन्तु भवति इत्युक्ते जष्ट्वं स्थुत्वं चर्त्वम् इति भवति अन्तिमतया तत्र खर्वर्ण आदेशे भवति खर्वर्णस्य परे यदि षकारः अस्ति तस्य परे अट्वर्णः अस्ति चेत् छकारादेशः भवति षष्ठोटि इति सूत्रेण एतत् अमिपूर्वे अमिपरे अपि भवति अमिपूर्वे अमिपरे किम् अमि इति वाच्यमिति किमपि आसीत् वार्तिकमस्ति अमिपूर्वे पूर्वमिति वाक्य वार्तिकमस्ति इति छत्वम् अमि इति वाच्यम् वार्तिकेन इदं कार्यं न केवलम् अटिपरे अपि तु अमिपरे अपि ओके अं प्रत्याहारे सद्यस्वराः यवरलहकारः अपि च वर्गपञ्चमवर्णाः सन्ति क्षम्यतां भगिनि तत्र मम मातुः दूरवाणी आगता किम् उक्तवन्तः कुत्र स्मः वयं षष्ठोटि इदानीम् इकारान्तधातूनाम् आत्वं डुमीन् अस्तु अस्तु भगिनि तत्र किं जातं तत्र आकारान्तानाम् ईत्वं जातं तदा तु धा इत्यस्य तत्र किं भवति ईत्वं बाधितं जातं भगिनि गुमास्ता गापा जानेन नल्यप्रियनेन न ल्यपि इत्यनेन सामान्यतया तत्र न ल्यपि सामान्यतया अस्तु गुमस्ता जाति सां हलि इत्यनेन आकारस्य स्थाने ईकारः भवति हलहङ् इति अर्धातुके किन्तु ल्यपि न ल्यपि इत्यनेन अत्र न भवति अस्तु तदनन्तरम् ईकारान्तधातूनां तु केवलं ह्रस्वस्य पीति कृति तुक् इत्यनेन गामः तु गागामः भवति तर्हि अत्र अनन्तरं किं चिन्तनं किं श्वीधातोः विषयः अस्ति खलु तत्रैव श्वीधातोः अपि इकारान्तधातुः अस्ति किन्तु सम्प्रसारणी धातुः अस्ति इति कृत्वा वचिस्वपि यजादीनाम् इति इत्यनेन तत्र किं यजादिधातुः अस्ति खलु यजादि उकार आगच्छति तत्र न सम्प्रसारणी सम्प्रसारणम् इत्यनेन ईश्व तत्र एक एव सम्प्रसारणी धातुः अस्ति वर्णः अस्ति वकारः अस्ति तस्य उकारः भवति तर्हि उकार इकारयोः यदा पश्यामः तदा तु सम्प्रसारणच इति सूत्रेण तत्र पूर्वपरयोः पूर्ववर्णः आगच्छति तदा तु शू भवति शू भूत्वा तदनन्तरं हलः इत्यपि अस्ति हलः इति सूत्रं किं भवति हलः उत्तरस्य सम्प्रसारणं यत् अस्ति तस्य तद् तदन्तस्य भवति इति तर्हि उकारस्य ऊकारः जायते तदा तु यदि उत् इति अत्र उदाहरणे दत्तमस्ति उत् शूय इति भवति तदनन्तरम् अधुना तत्र स्तोः उत् शा इत्यस्य तत्र स्तोः श्नश्रु इत्यनेन चकारस्य चकारः भवति तदनन्तरं षष्ठोटि इत्यनेन पदान्तजयः उत्तरस्य षकारस्य अटि प्रत्यपरे चकारादेशः विकल्पेन भवति उच्छूय इति भवति चकारस्य यत्र षकारादेशः भवति तत्तु षष्ठोटि इत्यनेन किन्तु तदनन्तरं महोदय लिखति क्रमेण करणीयं जलान् जशौन्ते प्रथमं तदनन्तरं क्रमेण यदि सूत्रसङ्ख्या पश्यामः जलान् जशौन्ते तदनन्तरं सोचना स्यु तदनन्तरं खरी च तदनन्तरं षट्चोटी आगच्छति इति प्रक्रिया दीर्घा अस्ति चत्वारसन्धि आदौ प्राय इति प्रक्रिया भवति चत्वारि सूत्राणि आगच्छन्ति जलान् जशोन्ति तोष्णाश्चुः खरि च तेन षोटि अमिपूर्वमिति वाच्यमिति वाचकम् अनेन न केवलम् अटिपरे किन्तु अमिपरे अपि अमिपरे अपि तु तत्र इवन् यदि अनुनासिकवर्णाः सन्ति परे तत्र मा अस्ति इदानीं भूमि हलः अस्तु षष्ठोटि अभवत् तत् शिवः तत् शिवः तदपि डुमीन् धातु इति मीनाति मिनोति दीङ्गां ल्यपि तत्र सर्वत्र मा इति भवति ल्यपि चेत् मीनाति मीनोति मिनो मीनाति मिनोति दीङ्गां ल्यपि च इति सूत्रेण ल्यपि ल्यपि च ल्यपि परे सर्वेषाम् आक्त्वं भवति प्रमाय इति रूपम् तथा एव प्रदाय इति भवेत् दीङ् इत्यत्र प्रदाय आदाय किमपि तस्य परे क्षी धातु इति अस्ति ह्रस्व इकारान्त अस्ति परन्तु अत्र क्षीयः इति सूत्रेण क्षी धातोः दीर्घादेशः भवति ल्यपि परे प्रक्षीय प्रक्षील्य य यत् अवशिष्यते प्रक्षीय इति धातोः क्षीयः इत्यनेन ल्यपि परे दीर्घं भवति उपक्षीय इति ल्यपि ल्यपि परे एव आर्धधातुकपरे इति न दत्तमस्ति यदि ह्रस्व इति तत्रापि तुकागमः भवेत् खलु ह्रस्व अस्ति चेत् किञ्चित् बाधितं भवति उपक्षीय ईकारान्तधातवः दीर्घतेन कारणे ह्रस्वस्य प्रतिकथितुक् इत्यस्य प्रसक्तिः नास्ति यथा वि नी ल्यपि तत्र विनीय विभीय इति रूपम् विभाषा दीयते इति सूत्रेण भवति इति विषये ल्यपि परे आत्वादेशे भवति. इदानीम् अहम् आत्वादेशसूत्राणि त्रीणि दृष्टवती. आदेशोपदेशशिति अशिति परे आत्वं भवति. द्वितीयं दृष्टवन्त यत्र मिनाति मिनोति दीङा लपि परे तत्र भवति. इदानीं तृतीयविभाषा लीयते विकल्पेन आत्वम् आगच्छति. त्रीणि सूत्राणि विषये आम् लिङ्गौर्लि श्लेषणे लि श्लेषणे इति धातु धातुद्वयम् अस्ति. झलपि दीङ् मी धातु इकन्धात्म आत्वं तदभवत् उपदाय माय तस्य पदे तस्य उकारान्तधातवः यदि ह्रस्व उकारान्त अस्ति तस्य पिति कृते तुक् इति तुगागमः भवति. आहु लेप् आहुत्य इति प्रधृत्य इति तदपि अन्येक अन्य उदाहरणमस्ति. दीर्घत्वमपि भवति परन्तु वेदे धातुद्वयं दत्तमस्ति यु अपि च प्लु इति तेषां दीर्घत्वं भवति इति अत्र दत्तमस्ति इति अस्माकं प्रति प्लु यूय यु इति वियूय भवति. लु लु इति प्लु इत्युक्ते परिप्लूय इति वियूय अपि च परिप्लूय इति शल्यपि परे. अन्य कोऽपि अस्ति वा वक्तुम् इच्छति? अत्र महोदय नास्ति. भव्या भगिनी भवती वक्तुम् इच्छति किम् उद्देश्य? अहमेव वदन् अस्मि विनन्ति अस्मि. अहं चिन्तनस्मि अहमपि भवती वदति किम् ऊकारान् दीर्घ ऊकारान् दातव इति विधूय इदानीम् आदेशः भवति सम्भूयति अस्ति अन्यं विद्धूय सम्भूयति दीर्घ उकारान्त तत्र कोमपि कार्यं नास्ति. केवलं वर्णमेलनं भवति किन्तु आदेशः भवति यदि अस् धातुः अस्ति अस्तेर्भू तत्र भू आदेशः आगच्छति इति स्मर्तव्यं. भ्रू धातोः वच् आदेशः भवति ल्यपि परे इति आर्धधातुकप्रत्यये परे भवति भ्रुवो वचि इति अनेन वच् आदेशः भवति आर्धधातुकप्रत्यपरे. यदि वच् आदेशः भवति इदानीं वच् इति स्मर्तव्यं सम्प्रसारणीयधातुः अस्ति वचि शपि जादीनां तत्र सम्प्रसारणं करणीयं तो तत्र उ अ इति आगच्छति तत्र सम्प्रसारणं च अनेन केवलं प्र उच्य इति भवति. तदनन्तरं यदि उपसर्ग अपि सम्प्रसारण कृत्वा सन्धि कर्तव्यं प्रोच्य इति भवति इति द्रष्टव्यम्. साधु ब्रुवो वचि वच् धातु तदनन्तरं सम्प्रसारणं तदनन्तरं सन्धिकार्यं. भव्या भगिनी तया न उक्तं भवा भगिनी भवती पठतु भगिनी ऋकारान्त दातवः. अस्तु भगिनि ऋकारान्तधातूनां विषये तु तत्र पुनः ह्रस्वस्य पीति कृति तुक् इति भवति तावदेव अस्ति अन्यत् किमपि नास्ति. तदनन्तरं ऋकारान्तधातूनां हृदयद्धातोः इत्यनेन इकारादेशः भवति. तदनन्तरं उरण्परः इत्यनेन इर् इति जायते. अत्रापि तदनन्तरं किं भवति हलीच इति सूत्रमपि कार्यं करोति. तत्र किं भवति हलीच इति सूत्रं किं वदति? रेफान्तानां वकारान्तानां धातूनाम् उपादायां स्थितः इतः वर्णः दीर्घादेशो भवति हलिपरे इति. अत्र अहं तत्र सूत्रत्रयम् अस्ति खलु हलीच इति धातोरुर्वा तदनन्तरं हलीच अनन्तरं हलः इति खलु हलः इति अनन्तरम् उपदायां च इति अपि अस्ति. यत्र रेफवकार उपदा वर्तते तस्मात् पूर्वं यदि इकारः अस्ति चेत् इकोर्णः अस्ति चेत् तस्यापि लिङ्गादेशः भवति उपदायां च इति कृत्वा. अस्तु तावदेव अस्ति तत्र ऋकारान्तानामपि सर्वमस्ति चेत् उरण्ड्रपरः तन्नं फलिचयति धातुः उरण्रपरः तत्र यत्र यत्र उरण्रपरः आगच्छति तत्र तत्र तत्र हलिच इत्यस्य कार्यमपि प्रसक्तिः अस्ति भवितुं सन्दर्भः भवति तत्र तदनन्तरं भुवादि तत्र हलन्तधातूनां किं भवति तावद्वयम् अजन्तधातूनां विषये चिन्तनं जातं तदनन्तरं हलन्तधातूनां विषये तु सामान्यचिन्तनं भवति यत्र सामान्यहलन्तधातूनां विषये पुगन्तलघुपदस्य चेत्यस्य प्रसक्तम् अस्ति किन्तु इति चेत् तेन बाधितं भूत्वा केवलं तत्र किमपि कार्यं नास्ति केवलं इति वदामः तदनन्तरम् अस्धातुः अत्र पार्धातुकप्रक्रिया अस्ति इति कृत्वा अस्धातोः विषये चक्षुधातोः विषये अज्धातोः विषये तदनन्तरं कृप्धातोः विषये झनसनधन तदनन्तरम् अनुनासिकान्तधातूनां विषये तत्र चिन्तनभेदः जायते तत्र यत्र धातुवादेशः भवति इत्युक्ते अज्धातोः विषये भू आदेशः भवति अस्तिर्भिः तदनन्तरं चक्षुषे चक्षुः स्वा इति स्वा आदेशः भवति तदनन्तरं स्वा इत्यत्र तु स्वा इत्यपि भवति भवत्या ध्वनिः मन्दं श्रूयते इदानीं हरि ओम् इदानीं साधु तत्र अन्यत्र कुतः ध्वनिः आगता इति मन्ये अन्य अन्येषां दूरवाण्याः तदनन्तरं तर्हि ख्या इत्यत्र भूधातोः अस्धातोः भू आदेशः भवति हस्तेभ्यः तदनन्तरं चक्षिणः खा ख्या इत्यनेन ख्या इति एकः एकं रूपं तदनन्तरं क्षा इत्यपि अन्यत् रूपं भवति तदनन्तरम् अज्धातोः तु अजेर् व्यपै व्यपै अगोः इति सूत्रेण अपोः इति सूत्रेण अज्धातोः वि आदेशः भवति अत्रापि तदनन्तरम् अत्र वि भवति तत्र किमपि कार्यं नास्ति केवलं वर्णमेलनं भवति कृप् धातोः कृपोलः इति भवति तदनन्तरं किम् अस्ति झनसनखन इति धातवः सन्ति तत्र तु अत्र तु विशिष्टकार्यमस्ति ये विभाषा इत्यनेन यकारादिकित्नित् प्रत्यये परे तत्र अन्यः वदति वा तत्र धातु आदेशान् विषये एकत्र मनसि अस्माकं चिन्तनं भवतु तदनन्तरं जनसनकन् इति पुनः भिन्नचिन्तनमस्ति वदति वा अरुणा भगिनी वदति वा या पुष्पा भगिनी पठामि भगिनि पठामि भगिनि जनसन् खन् इति धातवः ए विभाषा इति सूत्रेण जनसन् खन् धातूनां नकारस्य स्थाने विकल्पेन आकारादेशः भवति इति नित्यप्रत्ययपरि प्रायवजन्यवल्ल ए विभाषा प्राचाय प्रजाय आत्मं नास्ति चेत् प्रजन्या भवति तदेव विभाषा वदति केवलं जनसङ्ख्यां दातुना नकारस्थाने विकल्पेन आकारादेशः भवति अनन्तरम् अनुनासिकान्तदातवः अत्र वालपि इति सूत्रमस्ति वयं जानीमः अनुनासिकान्त अनुदात उपदेशदातूनां वन् धातु अनुनासिकान्त तनादिगणीयधातु अस्ति चेत् अनुनासिकलोपः भवति अत्र ये विभाषा अन्य सामान्यतया विकल्पेन इति परन्तु अत्र व्यवस्थितविभाषा इति अत्र के धातवः भवति नित्यं भवति अन्यधातुषु विकल्पेन भवति गं नं यं रम् अत्र सर्व नित्यं भवति येषु विकल्पेन भवति अन्येषु धातुषु नित्यं भवति गमनं रमयत्र वाल्यपि इति विकल्पेन नकारान्तधातुषु नित्यं भवति अदर्वेयर् एकादश पञ्चदशधातवः सन्ति वन् हन्मन् तं चिनु छनु ऋणु तृणु गृणु वन् मन् इति वादपि तटितवन्तः सम्प्रसारणीयः अलन्तदातवः वयं दत्तवन्तः न भवति वचिषपि यजादीनां कृते एकसूत्रम् अन्यसूत्रमस्ति ग्रहीज्या वये यदि वष्टि विचति पृच्छति पृच्छति पूज्यते इति च इत्यनेन न भवति तद् भगिनि सामान्यः भवति परन्तु सूत्रमस्ति अत्र भवति प्रवच् प्र उच्यते सम्प्रसारणं भवति प्रोच्य इति प्रसुप्त्य प्रयुज्य प्रयुज्य इति भगिनी अधोभागे दत्तमस्ति पश्यति किम् अरुणा भगिनी अधोभागे अस्ति तदेव अत्र एते सम्प्रसारणे हंसधातवः प्रवच् योगः ल्याप् प्र उच् य प्र उच् अत्र सन्धिकार्यं भवति प्रोच्य इति अकारस्थाने स्वस्थाने उकार सम्प्रसारणे तथा एव प्रसुप् प्रस्वप् इति अत्र प्रसुप् इति भवति यज् धातु जि भवति इज् इज् इज् जि जि प्र इज् प्रेज्य इज् ओ आं क्षम्यतां प्र इज् प्रेज्य प्रेजयति पठति सरला भगिनी तस्याः पर्याय इति भवति सरला भगिन्याः पर्यायः अत्र पृच्छ्रश्च तत्र सन्धिकार प्रव प्रव प्र प्रवप् इति न अभवत् भगिनी प्रव प्र वः प्रवस् तत्र इति साधु अति वयं जानीमः प्रयोग उ प्रोप्य इति भवति तत्र किन्तु अन्तिमद्वयम् अस्ति न प्रप्रच्छ प्रभ्रश्च तत्र सन्धिकार्यं किं भवति प्रच्छेति प्रप्रच्छेति एव भवति सकारस्य इति किं किमपि न भवति तत्र केवलं वर्णमेलनं प्रप्रच्छ योगः य प्रप्रच्छ इति भ्रश्च इत्यत्र रूपपरिवर्तनं भवति प्रभ्रज्य इति भवति न किन्तु अस्ति न किं सूत्रमस्ति दीर्घसूत्रमस्ति यत्र शकारस्य तद् भवेत् परन्तु अत्र प्रभ्रज्य इति रूपं परन्तु पदान्ते नास्ति इति कि उक्तं यत् किन्तु जलि परे अपि तस्य अस्ति प्रभ्रज्य चकार कथम् आगच्छति चकारः अपि अस्ति अस्तु प्रभ्रज्य अत्र भ्रश्च योगः ल्यप् इत्यत्र स्तोः चुनाश्चुः इत्यनेन भ्रश्च भवति तालव्यशकार शक तस्य परे झलां झष् झषि इति झष्टं शकारस्य जकारः भवति प्रभ्रज्य इति रूपम् किन्तु यतोहि मयापि तदेव पृष्टं किमर्थं भ्रश्च भ्रश्च इति कार्यं न करोति इति तदा विद्याभगिन्या उक्तं पदान्ते नास्ति इति कृत्वा यकारः प्रदान्ते नास्ति तत्कारणात् तद् कार्यं न करोति प्रभृज्यरूप भवति प्रभृज्य प्रभृज्य इति प्रभृज्य जकारस्य लोपः जकारद्वयं तस्य पश्चात् द्वे जकारः जकारद्वयम् अर्धजकार पूर्णजकार प्रभृज्य इति अस्तु धन्यवादः एतद् मया नोट्स् लिखितं नोट्स् पश्यन् अस्मि पश्यन्ती अस्मि तेन कारणेन एतद् स्मर्तव्यं पश्चात् किमस्ति पश्चात् अनेन उपादायां यत् नकारः अस्ति तस्य लोपः भवति किन्तु यदि इदित् यत् नास्ति इदित् अस्ति तत्र इदितोनुं दातुनि नकार विधानं भवति तत्र अपि तत्र विशिष्टदातुः स्यन्द अपि किमस्ति कित्वछन्दो अङ्गयो उपधाया न लोप कित्वी न भवति तत्र नकारस्य उपधायां नकारस्य लोप न भवति तत्र प्रस्यन्द या प्रस्कन्द्य इति भवेत् त्रिछन्दो ओके त्रिछन्दो इति कार्यं निषिध्यते अस्तु इदानीं भवती रिञ्जन्त कृतवती साधु सो अभवत् अभ्यास इदानीम् अभ्यास करणीयं साधु अहं गच्छामि भगिनि I'm not feeling well, that's why I'm also not participating, and also I didn't look at the karapatra last on Tuesday. I was unable to look at the karapatra, so I didn't know very much, but that's okay. Hopefully I'll be able to catch up. Okay, thank you very much everybody. Shubharatri. वर्तते भगिनि अभ्यासः अहं वदामि वा परि अट् परि अट्य लेप् परि एव अट्य लेप् अत्र विशेषसूत्रस्य भेदः नास्ति अतः परि सन्धिकार्यं परि इकार आकार इकोयनेन एकारस्थाने यकार आगच्छति पर्य भवति पर्याच्य किं भगिनि यणादेशः भवति इकार अकार यणादेश पर्यत्य इति अत्र तु चित्र किम् अस्ति अत्र किमपि कार्यं नास्ति लघुकार्यमस्ति लघुपूर्ववत् नास्ति अत्र तु णिचन्तं नास्ति इति कृत्वा हलन्तमस्ति अपि अग्रिमं कुर्मः वा अग्रिमयोग अके अस्ति अत्र निजन्तं दातु भगिनि न अके इति दातु रूपमेव अके इति निजन्तं मन्ये भगिनि निजन्तम् अस्ति वर्गे वयं कृतवन्त इति इदित् अस्ति अकि अस्तु निजन्तरूपम् अस्ति अकि इदित् अस्ति तस्य इदित् इत् संज्ञा भवति तदनुमागम भवति इदितो नुं धातु अनेन अङ्क् भवति समङ्क समङ्क्य इदानीं सम् इति मोनुत्वारनेन सं भवति किन्तु सम किमर्थं क्षम्यतां समङ्क्य इति भवति वर्णमेलनमेव नो यजितो नुं धातु अपि नकारः आगच्छति तदनन्तरं यै सवर्पवर्ण अनेन अङ्क सो समङ्क्य इति भवति रूपं केवलम् अत्र अन्यत्र अकार मकारयोः वर्णमेलनमिति ऋज् अपि तदा एव खलु हृञ्ज् इति भवति ऋञ्ज् या तत्र ण्यकार इति भवति तर्हि आमां तत्र तदनन्तरं गृचु इति अस्ति गृच् गृच्छति धातुः गृच्छति धातुः तत्र तत्रापि विशेषः नास्ति केवलं मोनुस्वार वा पदान्तस्य इति कार्यं करोति सङ्गृच्य या सङ्गृच्य इति मकारस्य भवति खलु मकारस्य तद् वा पदान्तस्य अपि पदान्ते उपसर्गपदम् अस्ति साधु वा पदान्तस्य अनेन विकल्पेन अनुस्वारः भवति तदनन्तरं वि तनु तन् इति विशिष्टसूत्रमस्ति अत्र तन् इति अस्ति नकारपरे अस्ति सो अनेन नकारस्य लोपः भवति तनादि इति वालपि वालपि अनेन नित्यं नकारस्य लोपः भवति तदनन्तरम् इदानीं ह्रस्व अस्ति तत्र हसि ह्रस्वस्य कृति इति तुक् अनेन तुक् आगमः भवति सो वित्तस्य इति रूपं भवति दिव् इत्यस्य तु किं भवति तत्र किमपि कार्यं नास्ति तत्र गुणकार्यं निषिद्धं भवति सन्दिव्य इति भवति अत्रापि मकारस्य मनुस्वार इति भवति हलि च हलि च सो दिव्य सन्दिव्य वा सन्दिव्य इति भवति हलि च भवति सन्दिव्य क्लेशः न केवलं वर्णमेलनमेव यं धातोः तु मकारस्य लोपः भवति खलु निजन्तरूपं न यमि इति अहं मन्ये तत्र मकारान्त तत्र किं भवति निजन्तरूपं वा इति यम् इति रूपं भवति यम् इति निजन्तरूपम् अस्ति ऋजन्तरूपं सो इति लघुपूर्वात् तस्य कार्यं भवति अत्र यमस्य एकं पक्षे द्वितीयपक्षे भवति मकारस्य लोपभूत्वा यत्य इति भवति साधु प्रयमय्य इति भवति किं प्रयमय्य अन्यपक्षे रेण निति अनेन ईकारस्य लोपः भवति प्रयम्य इति भवति अन्यपक्षे साधु इति भाति उपरि दत्तमस्ति उपरि किं दत्तमस्ति उदाहरणं यं दातु यमि इति दत्तमस्ति अस्तु पश्यामि न भगिनि एकमेव रूपं नास्ति वा तत्र यं भगिनि वाल्यपि जने व्यस्यत विभाषा भवति साथि व्यस्यत यत्र मकारपरे खलु भगिनि निजन्तदातुः अस्ति खलु निजन्तदातूनां व्यालपि इति चिन्तनमेव नास्ति खलु साधु साधु निजन्तदातूनां केवलं अय आदेशः भवति आमां अस्तु अस्तु रेणनिति अति भवति अत्रापि न भवति तत्र लपिपूर्व लघुपूर्ववत् इति एकमेव कार्यं भवति एकमेव भवति यामि इति आसीत् चेत् तत्र भिन्नं भवति अत्र तु यमि एव अस्ति कृत्वा लघुपूर्ववदेव तर्हि प्रयमय्य इति रूपं खलु लपि प्रयमय्य क्वण इति क्वण् इति तत्रापि लघुपू तत्र किमस्ति निच् नास्ति वर्ण इत्यत्र केवलं प्रकण्य प्रकवण्य प्रकवण्य लकारस्य लोपः भवति न किमर्थं बाल् बाल् अपि इति भवति वा तत्र तत्र नकारस्य लोपः भवति तदनन्तरं हसि प्रतीकृति इत्युक्तेन क्वत्य तत्रैव संशयः अस्ति न भगिनि भगिनि अनिद् धातुः नास्ति भगिनि अनिद् धातुः नास्ति अत्र मया कृतं न वर्गे भगिनि रूपं किम् अरुणा भगिनि प्रक्वण्य इति कथं बालपि नकारस्य लोपः न भवति इति खलु आम् आम् न भवति जृ धातोः हृदयि धातोः इत्यनेन ईकारः आदेशः भवति तदनन्तरम् उरण्ड्रपः भवति हलि च भवति खलु कृष्णधातोः भगिनि जृ इति अकारान्त धातु इति जृ कृष्णधातोः किमपि कार्यं नास्ति खलु अक्षु इत्यस्य तु समक्ष्य इति एव समक्ष्य चिन्त्य इति निजन्तम् अस्ति प्रचिन्तय्य प्रचिन्तय्य इति भवति लपि लघुपूर्ववत् इति सूत्रेण अत्र लघुपूर्ववत् नास्ति खलु इति कृत्वा कार्यं भवति प्रचिन्त्य गृ इति रुदन्तम् अस्ति तत्र तु तत्र किम् अस्ति ह्रस्वस्य पिति कृति तु इति भवति प्रकृत्य ध्वंस् इत्यस्य तु केवलं किमपि नास्ति नकार अस्ति अनुस्वार नकार लोपः भवति अत्र महोदयेन रूपत्र अत्र रूपे न प्रदर्शितमस्ति ध्वंस यदि अनुस्वार अस्ति तत्र उपदेशे नकार एव अस्ति तस्य लोपः भवति अनिदितं लोपदायानिति इत्यनेन तत्र लोपः भवति प्रध्वस्य इति एव यम् इत्यस्य लोपः भवति बाल्यपि इत्यनेन जालपि एकस्मिन् पक्षे प्रयम् प्रयत्य इति यदा यत्र लोपः भवति तत्र तु ह्रस्वस्य प्रतिकृति तुक् इत्यनेन तुकागमः भूत्वा प्रयत्य भवति यत् यस्मिन् पक्षे मकारस्य लोपः न भवति तस्मिन् पक्षे प्रयम्य प्रयमय्य किमर्थम् अय्य अत्र तु प्रयम् क्षम्यताम् अहं निश्चय अस्मि प्रयम्य इति मिश्रं करोमि मि इति पुनः ह्रस्वः अस्ति इति कृत्वा ह्रस्वस्य पिति इति तृक् तुक् न अत्र मि इति धातुः प्रमाय निमाय मी मीनाति मीनोति धीङ्गामिति निमाय इति भवति आत्वम् आत्वम् आत्वम् अनन्तरं स्वप् इति अस्ति प्रस्वप् इति एव खलु अत्र किमपि न प्रस्वप्य वकारस्य स्वपि इति स्वपि प्रसुप्य प्रसुप्य दीम् इत्यत्र तु ईकारान्तदातुः अस्ति अत्र किं भवति मीनाति मीनोति दीङ् अनति तत्रापि परन्तु अत्र उड्डीय इति रूपं दीर्घ हा डीङ्गां नास्ति डकार डकार नास्ति अत्र उड्डी उद्दीय इति सकारस्य अष्टुराष्टुते उत्डीय जलां दशन्ते इत्यनेन उद् भवति डकारः भवति तदनन्तरं श्रुणाष्टुः भवति उड्डीय उड्डीय चल इति अस्ति चल् धातुः अत्र किं भवति प्रचल्यते अत्र ह्रस्व आमां केवलं प्रचल्यते अस्ति तिरि इति निजन्तम् अस्ति तत्र तु पुनः अत्र तु लघुपूर्ववत् इत्यनेन किम् अस्ति बिचिरय्य इति भवति खलु विचिरय्य तत्र इकारः तु तिष्ठति खलु विचिरय्य इति अस्ति चि इति अस्ति इकारस्य स्थाने अय आदेशः तिष्ठति इति वदामि. चकारस्य चकारे परे विचारय्य न विचीरय्य विचारय्य विचीरय्य. भगिनी किमर्थं च इति वदति ची अस्ति खलु भगिनी. अत्र धातुः स्वादिगणे चिरि इति अस्ति. एतत् निजन्तधातुः नास्ति, धातु एव चिरि. तेन कारणेन विचिरित्य इति तुगागो भवति. ह्रस्वस्य पितिगति दुःखिति. धातु एव चिरि, निजन्त नास्ति, स्वादिगणे अस्ति चिरि. अष्टाध्यायं दृष्टम्. ओ इकारान्तधातुः अस्ति तर्हि तुगागमः भवति भवति हा विचिरित्य इति भवति भवति विचिरित्य इति आम् आ अस्तु. तत्र भ्रमः जायते बहु परिचयः नास्ति चेत् क्लेशः तत्र मोनुस्वार वा पदान्तस्य सम् ई ल्यप् इति तुगागमः भवति. समित्य इति भवति समित्य. अत्र समितिः इति अत्र समिध्य ग्रहधातुः ग्रहिजा वै व्यधि गृह् भवति भेदातः आदेशे उपदेशस्य विधाय विधाय अस्धातुः भू आदेशः सम्भूय. अस्तु अस्तु अस्तु आम् आम्. अर्धधातोः किमपि कार्यं नास्ति कार्यं नास्ति पुनः अति समर्थ्य समर्थ्य अत्र उपादायाञ्च इत्यस्य कार्यं न भवति वा? तत्र इक् वर्णः नास्ति खलु, चिन्तनं नास्ति. क्षम्यतां कस्मिन् कस्मिन् धातु इत्यस्मिन् उपादायाम् उपादायां च नास्ति. किमर्थमित्युक्ते इक् वर्णः नास्ति, केवलम् अकारः तैथात् पूर्वम् इक् वर्णः नास्ति. वि उष अस्ति ल्यप् अस्ति व्युष इति भवति खलु इति यण्सन्धि भवति यण्सन्धिः भवति. वि उष इत्युक्ते व्युष भवति खलु व्युष्य आम् आम्. प्रलेखी इति निजन्तदातु निजन्तदातु नीति अनेन भवति अनेन प्रलेख्य इति भवति प्रलेख्य प्रलेख्य प्रलेख्यनेरनीति इति इकार निज निश्चित्यस्य लोपः भवति. अनन्तरं साधु बहु किमपि अभवत् तत्र तत्र पुनस्मरणं यत्र कृतवन्तः तदनन्तरमेव मम चिन्ता अधुना स्मरणे झटिति अभवत्. धन्यवादः भगिनि. धन्यवादः भगिनि. शुभरात्रि. अग्रिमसप्ताहे किं करणीयमिति महोदयेन न उक्तं खलु? न उक्तं. पुनस्मरणम् अदर्वैस् अदर्वैस् सर्प्रैस् सर्प्रैस् ओ लॉर्ड परीक्षा भवति. ओके भवता भगिनी इफ् कथं वदामि संस्कृतभाषायाम् ऐ वाण्ट् टु स्केड्यूल् अ मीटिङ्ग् कर्के मेलनं संयोजयितुम् इच्छामि इति तावदेव. अस्तु संयोजयितुम् अस्तु नात् अनुसूचयितुं स्थापयितुम् एतत् संयोजयितुं स्थापयितुमपि समीचीनमेव अस्ति खलु भगिनि. न जानामि कर्तुमिच्छामि मेलनं कर्तुं मेलनं कर्तुमिच्छामि कर्तव्यं यथा कल्पयितुमिच्छामि कल्पयितुमिच्छामि कल्पयितुम् अस्तु. अरे संयोजितम् इति संयोजितं सुन्दरमस्ति सुष्ठमस्ति स्पष्टमस्ति आम् स्पष्टमस्ति सुष्ठु सुष्ठु अपि अस्ति आम् सुष्ठुरूपं समीचीनरूपं सुष्ठु खलु उकारान्त सुष्ठु आम् सुष्ठु सुष्ठु मूर्धन्यषकार हरे राम। अस्तु भगिनी, बहु धन्यवादाः भवत्याः कृते, अपि च शुभरात्रिः। धन्यवादः। धन्यवादः। धन्यवादः।